नमस्सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति कृत्, नूतनविषयः अद्य. कृत् प्रत्ययः अपि सार्वधातुकाः आर्धधातुकाश्च इति सूत्रम् इति नूतनपाठः अस्ति. अस्मिन् पाठे बहु किमपि नूतनं नास्ति, यतोहि एतावता यत्किमपि अस्माभिः अधीतं तत्र समग्रचिन्तनं तु जातमेव. कृत् प्रत्ययः, कुत्र कृत् प्रत्ययः इति वदामः, कृत् प्रत्ययः अर्धधातुकः वा सार्वधातुकः वा, सार्वधातुकः अस्ति चेत् कीदृशी प्रक्रिया, अर्धधातुकः अस्ति चेत् कीदृशी प्रक्रिया, एतत् सर्वम् अस्माभिः चर्चितम् उदाहरणसहितं. तत्र उदाहरणानि अपि दृष्टानि. अतः इदानीम् अस्माकं मनसि एकं चित्रम् अस्ति खलु, अस्ति वा नास्ति वा? अस्ति खलु. तर्हि इदानीं तत्र किञ्चिदेव चिन्तनं कुर्मः. अत्र अस्मिन् करपत्रे अपि एकं चित्रमस्ति, तदपि दृष्ट्वा वयं किञ्चित् पश्यामः. इदानीं तत्र गोमती भगिनी वदतु, धातुभ्यः कतिविधप्रत्ययः विधीयन्ते? धातुभ्यः प्रत्ययः विधीयन्ते, प्रत्ययः विधीयन्ते. हा, कस्य कस्य नामकरणं तिङ् इति अस्ति? सूत्रमस्ति भगिनि, तिंशित् सार्वधातुकं तिङ् इति. एकक्षणम्. तिंशित् सार्वधातुकम् इति तत्र सार्वधातुकसंज्ञा अस्ति, परन्तु मम प्रश्नः अस्ति कस्य तिङ् इति संज्ञा. तिङ् इति अष्टादशसूत्रस्याः अस्ति, जस् आदयः, तदेव तिङ् प्रत्ययः. एकक्षणं, सु औजस् इति तिङ् प्रत्ययः वा? परस्मैपदी आत्मनेपदी द्वयं मिलित्वा तिङ् प्रत्ययः, ति आरभ्य महिम् पर्यन्तम् अष्टादशप्रत्ययाः ये सन्ति, तत् सम्पूर्णं तिङ् प्रत्ययं भवति, तिङ् प्रत्ययः भवति. सु औजस् इति किमस्ति? सु औजस् इति तु प्रत्ययाः सन्ति भगिनि. समीचीनम्. इत्युक्ते अत्र तिङ् प्रत्ययः इत्युक्ते अष्टादश तिङ् प्रत्ययः सन्ति. अस्तु, तिङ् प्रत्ययः केभ्यः विधीयन्ते? तिङ् प्रत्ययः धातोः अनन्तरं धातोः परं विधीयन्ते. हा, तिङ् प्रत्ययस्य अन्यत् किमपि अस्ति, संज्ञा अस्ति वा, अन्या संज्ञा? पूर्वम् उक्तवती खलु, तिङ् प्रत्ययस्य अन्यनामकरणमस्ति वा? द्वयमपि तिङ् प्रत्ययः. हा, तत्तु तत् अपवादः अस्ति, परन्तु तत् सामान्यं किम् अस्ति, प्रथमं सामान्यचिन्तनं खलु. सामान्यचिन्तनं तत्र तिङ् प्रत्ययः, सर्वे तिङ् प्रत्ययाः सार्वधातुकप्रत्ययाः, तिंशित् सार्वधातुकम् इत्यनेन खलु. तदनन्तरं तत्र अपवादः अस्ति अशीर्लिङ्ग्लकारे अपि च लिट् लकारे, तत्र प्रत्ययः अर्धधातुकः इति तिङ् प्रत्ययस्य विषयः अस्ति. अस्तु, तत्र तिङ् प्रत्ययः, यदा तिङ् प्रत्ययः अस्ति धातुभ्यः, सामान्यतया तत्र सार्वधातुकप्रक्रिया अस्ति, यतोहि सर्वे तिङ् प्रत्ययाः सार्वधातुकाः लिट् लकारम् अपि च आशीर्लिङ्ग् लकारं विहाय. अस्तु भगिनि, धन्यवादः, कृपया म्यूट् करोतु. अस्तु, तत्र इदानीं तत्र चित्रे पश्यामः चेत् धातुभ्यः तिङ् प्रत्ययः विधीयते चेत् तिङ् प्रत्ययः सामान्यतया सार्वधातुकः, सार्वधातुकः अपि च कर्त्रार्थे अस्ति चेत् तत्र गणभेदः भवति, गणमनुसृत्य विकरणप्रत्ययः विधीयते इति एकः मार्गः अस्ति. अपि च द्वितीयः मार्गः कः इति चेत्, तिङ् प्रत्ययः धातुभ्यः विधीयते चेत् सः तिङ् प्रत्ययः लिट् लकारे अथवा आशीर्लिङ्ग्लकारे अस्ति चेत् तिङ् प्रत्ययः अर्धधातुकः, अर्धधातुकः अस्ति चेत् तत्र इडागमचिन्तनं भवति, गणचिन्तनं नास्ति इति इदानीं तिङ् प्रत्ययस्य विषयः. तिङ् प्रत्ययस्य विषये स्पष्टता अस्ति वा सर्वेषां कृते? अस्तु, इदानीं तत्र कृत् प्रत्ययस्य विषये चिन्तनमस्ति. इदानीं कृत् प्रत्ययस्य विषये जयलक्ष्मी भगिनी वदतु. कृत् प्रत्ययः कः प्रत्ययः? कृत् प्रत्ययः कृत् प्रत्ययः अतिङ् प्रत्ययः कृत् अतिङ् प्रत्ययः कृत् प्रत्ययः अतिङ् प्रत्ययः कृत् प्रत्ययः सुप्रत्ययः सु औजस् अतिङ् अस्ति कृत् अस्ति वा? धातोः पर धातोः परश्च च विहिताः इति चिन्तयामि. ते तु धातोः परः इति वक्तव्यं खलु. धातुभ्यः यः प्रत्ययः विहितः अस्ति सः प्रत्ययः तिङ् नास्ति. तर्हि तर्हि सः प्रत्ययः कृत् प्रत्ययः. तर्हि तत्र सनादिप्रत्ययः कृत् प्रत्ययः वा? सनादिप्रत्ययः कृत् प्रत्ययः न. सनादिप्रत्ययं विहाय कृत् प्रत्ययः इत्युक्ते तत्र सनादिप्रत्ययः यत्र अस्ति तत्र कृत् इत्यस्य अधिकारः नास्ति. अपि च विकरणप्रत्ययः कृत् प्रत्ययः वा? विकर्णप्रत्ययः च कृत् प्रत्ययः नास्ति. ते तेषां परिथौ अधिकारपरिथौ न आगच्छन्ति. बहु समीचीनम्. इत्युक्ते सनादिप्रत्ययः कृत् प्रत्ययः नास्ति, सनादिप्रत्ययः तिङ् प्रत्ययः अपि नास्ति, अनन्तरं विकरणप्रत्ययः कृत् प्रत्ययः नास्ति, विकरणप्रत्ययः तिङ् प्रत्ययः अपि नास्ति. इत्युक्ते सपरेट् केटगरि अस्ति. सनादिप्रत्ययः विकरणप्रत्ययः सपरेट् केटगरि अस्ति. तिङ् कृत् अनयोः मध्ये न आगच्छति. तर्हि तत्र एतान् विहाय तिङ् प्रत्ययः सनादिप्रत्ययः अनन्तरं विकरणप्रत्ययः एतान् विहाय अन्ये ये प्रत्ययाः कुत्र भवेत्? अन्ये प्रत्ययः धातोः अनन्तरम् इत्युक्ते तत्र कस्मिन् अध्याये? अष्टाध्याय्यां तृतीयाध्याये. तृतीयाध्याये ये ये प्रत्ययाः विहिताः, तिङ् अपि नास्ति, सनादि अपि नास्ति, विकरणः अपि नास्ति, अवशिष्टाः सर्वे प्रत्ययाः कृत् प्रत्ययाः. कुत्रचित् ध्वनिः. अस्तु, इदानीं कृत् प्रत्ययः यथा तिङ् प्रत्ययस्य विषये अस्माभिः चर्चितं, सार्वधातुकः भवति नो चेत् अर्धधातुकः भवति. कृत् प्रत्ययस्य विषये वदतु भगिनि. कृत् प्रत्ययाः शताधिककृत् प्रत्ययाः सन्ति. शित् प्रत्ययः भवेत्, अशित् प्रत्ययः च कृत् प्रत्ययाः सन्ति. शित् प्रत्ययः अस्ति चेत् किं भवति? शित् प्रत्ययः अस्ति चेत् तस्य नाम सार्वधातुकम् इति भवति पुनः. तेषाम् अशित् अस्ति चेत् सार्वधातुकं न भवति, आर्धधातुकम् इति भवति. आर्धधातुकम् इति भवति, समीचीनम्. तर्हि तत्र षित् प्रत्ययः कृत् प्रत्ययः इति इदानीं प्रथमं तत्र वयं तत्र अभिज्ञानं भवति, ओ अत्र कृत् प्रत्ययः अस्ति इति प्रथमतया वयं रेकग्निशन् भवति. कुत्रचित् पश्यामः चेत् ओ अस्तु अत्र तिङ् नास्ति, कृत् प्रत्ययः इति प्रथमतया रेकग्निशन् भवति. तदनन्तरं तत्र कृत् प्रत्ययः कीदृशः इति चिन्तयामः चेत् षित् अस्ति चेत् सार्वधातुकः, अशित् अस्ति चेत् सार्वधातुकः इति रेकग्निशन् भवति. तदनन्तरं सार्वधातुकः अस्ति चेत् किं तत्र? तत्र अनन्तरं पित्वा अपित्वा इति चिन्तनं भवति. तत्तु प्रक्रिया अस्ति, पित्वा अपित्वा इति समीचीनं. तस्मात् पूर्वं षित् अस्ति चेत् सार्वधातुकम् अस्ति. पुनः सार्वधातुक अर्धधातुकयोः इति सूत्रं सूत्रेण गुणः न तस्मात् पूर्वम् इदानीम् अत्र कृत् प्रत्ययः इदानीं धातुः अस्ति, पायोगः शत्रुप्रत्ययः इति चेत् कर्तृत्वे अस्ति वा इति द्रष्टव्यम्. सार्वधातुकः इति प्रथमतया कृत् प्रत्ययः इति अभिज्ञानं, तदनन्तरं सार्वधातुकः इति अभिज्ञानं, तदनन्तरं कर्तृ अर्थे अस्ति वा इति अभिज्ञानम्. इदानीं धातुयोगः शानच् इति अस्ति चेत् तत्र किं भवति? तत्र चिन्तनं शानच् कर्त्रार्थे अपि भवितुम् अर्हति, कर्मार्थे अपि भवितुम् अर्हति, अथवा तत्र विवक्षा किम् इति चिन्तनीयम्. बहु समीचीनं. तर्हि इदानीं धातुतः कृत् प्रत्ययः अस्ति, षित् अस्ति, सार्वधातुकः अस्ति. तर्हि तत्र कर्त्रार्थे अस्ति वा इति चिन्तनीयं. कर्त्रार्थे अस्ति चेत् तत्र किं भवति? कर्तृ शप् इति सूत्रेण शप् विकर्णप्रत्ययः धातोः अनन्तरम् आयाति. तर्हि तत्र विकरणप्रत्ययस्य विषये चिन्तनं भवति, धातुः कस्मिन् गणे अस्ति इति चिन्तनं भवति. तर्हि अत्र कृत् प्रत्ययस्य विषये सार्वधातुकः अस्ति, कर्त्रार्थे अस्ति चेत् तत्र या प्रक्रिया अस्ति तादृशप्रक्रिया अन्यत्र कुत्रापि अस्ति वा? अस्ति, तिङन्द तिङ् तिङ् लट् केवलं लकार लट् तिङ् तिङ् प्रत्ययानां कृते च भवति तादृश प्रक्रिया। हा, कुत्र, केषु लकारेषु? सर्वे लकारेषु एतत् लिट् आशीर्लि विहाय सर्वे लकारेषु एतस्य चिन्तनं भवति। एवं वा? सार्वधातुकप्रक्रिया लट् लोट् लङ् विधिलिङ् तेषामेव वा? न, किमर्थं केवलं तेषां? तेषां सार्वधातुकप्रक्रिया सार्वधातुकलकाराः सन्ति ते लट् लोट् लङ् विधिलिङ् ते। अन्ये सर्वे तेषां लिट् अनन्तरं आशीर्लिङ्ग् तेषां तु प्रथमतया एव भिन्नः इति सूत्रे सूत्रस्य सहायेनैव उक्तम्। अनन्तरम् अन्येषां कृते लकारनिमित्तीकृत्य विकर्णप्रत्ययाः आयन्ति, अतः एतेषां कृते एव सार्वधातुकप्रक्रिया भवति लट् लोट् लङ् विधिलिङ्ग्। क्षम्यतां भगिनि, बहु समीचीनं, सम्यक्तया भवती चिन्तितवती, अहं चिन्तयामि भवती एव पाठयितुं शक्नोति। अस्तु, इदानीं तत्र बहु सम्यक् भगिनि, इत्युक्ते तत्र तिङ् इत्युक्ते तिङ्प्रत्ययस्य तत्र चतुर्षु लकारेषु लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु यादृशप्रक्रिया अस्ति तादृशप्रक्रिया कृत् प्रत्ययः अस्ति चेदपि भवितुम् अर्हति यत्र कर्त्रार्थकप्रत्ययः अस्ति, कर्त्रार्थककृत् प्रत्ययः अस्ति, अत्र प्रक्रियायां भेदः नास्ति। तिङ्षु लट् लोट् लङ् विधिर्लिङ् लकारेषु प्रक्रिया सार्वधातुकप्रक्रिया, तर्हि सार्वधातुकप्रक्रियायां तत्र किं भवति इति चेत् कर्त्रार्थकप्रत्ययः सार्वधातुकः अस्ति चेत् गणभेदः भवति, विकरणप्रत्ययः आयाति इति वयं चिन्तयामः तिङ् प्रत्ययस्य स्तरे। तादृशसमानप्रक्रिया अस्ति कृत् प्रत्ययस्तरे अपि, प्रत्ययः सार्वधातुकः कर्त्रार्थकः अस्ति चेत् न कोऽपि भेदः। बुद्धं वा? सर्वैः बुद्धं वा? बुद्धं भगिनि, धन्यवादः भगिनि। हा, उषा भगिनि बुद्धं वा? आं भगिनि, बुद्धं खलु, किं बुद्धं भगिनि? प्रत्ययाः सार्वधातुका आर्धधातुकाः अपि सन्ति। प्रत्ययाः धातुभ्यः विधीयते, धातुभ्यः विधीयते, तिङ्प्रत्ययाः अपि सार्वधातुकः आर्धधातुकः इति द्वयोः भेदः अस्ति। सार्वधातुकः तिङ्प्रत्ययः तिङ्क्षित् सार्वधातुकम् अपि सूत्रेण नियमार्थः भवति। तिङ् प्रत्ययाः अष्टादश प्रत्ययाः सन्ति। देन् सार्वधातुकाः प्रत्ययाः कर्त्राते धातुभ्यः विधीयते, आर्धधातुकाः प्रत्ययाः चिन्तनं इडागमचिन्तनं भवति। धातु प्रत्ययाः कृत् प्रत्ययाः धातुभ्यः एव विधीयते, कृत् प्रत्ययाः विधीयते चेत् प्रातिपदिकसंज्ञा भवति, प्रातिपदिकसंज्ञा भवति चेत् सु विधीयते। अनन्तरं कृत् प्रत्ययाः अपि षित् प्रत्ययाः अषित् प्रत्ययाः अपि द्वयोः विधः भवति। षित् प्रत्ययाः अपि चेत् कर्त्रार्थे भवति, कर्तरि शप् इति सूत्रेण कर्त्रार्थे विधीयते। अषित् प्रत्ययाः अपि आर्धधातुकाः अपि सन्ति। देन् वाट् इट् बि से सनातिप्रत्ययः कृत् प्रत्ययः नास्ति, तिङ्प्रत्ययः नास्ति, सनातिप्रत्ययः अपि धातुभ्यः विधीयते. सनातिप्रत्ययः धातुभ्यः विधीयते चेत् नूतनधातु उत्पत्तिः भवति. कृत् प्रत्ययः तृतीयाध्याये अस्ति. कृत् अतिङ् इति सूत्रेण विधीयते. कृत् अतिङ् इति सूत्रः तृतीय अध्याये चतुर्थपाते अण्टिल् देट् अस्ति. चतुर्थपाते तिप्प्रत्ययः अण्टिल् देट् सूत्र इट् इस् अस्ति. सारी भगिनि, ऐ डोण्ट् नो टु से संथिङ्ग् सिन्स् आस्क् अण्ड् देन् होटल् सार्वधातुकः. एषणम् समीचीनं भगिनि, यथावत् यद् उक्तं समीचीनम्. इदानीं तत्र तुलनां करोतु, तिङ्प्रत्ययः कृत् प्रत्ययः नयोः तुलनां करोतु. तिङ्प्रत्ययः कृत् प्रत्ययः बोत् आफ् देम् धातुभ्यः विधीयते. तिङ्प्रत्ययः कृत् प्रत्ययः द्वयोः सार्वधातुकः आर्धधातुकः इति चिन्तनम् अस्ति. तिङ्प्रत्ययः कृत् प्रत्ययः बोत् आफ् देम् कर्त्रार्थे केन् कम्. बोत् आफ् देम् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण शप्रत्ययः अस्ति चेत् कर्तरि कर्त्रार्थे अस्ति. इत्युक्ते अत्र कृत् प्रत्ययः वा भवतु, तिङ्प्रत्ययः वा भवतु, तत्र प्रक्रियायां भेदः अस्ति वा? प्रक्रियायां भेदः नास्ति भगिनि. कुत्र कदा भेदः नास्ति? सार्वधातुकः प्रत्ययः अपि चेत् धातु प्रक्रियाः भेदाः नास्ति. इत्युक्ते कृत्प्रत्ययः सार्वधातुकः अस्ति, तिङ्प्रत्ययः तत्रापि सार्वधातुकप्रक्रिया इति चेत् उभयत्र प्रक्रिया समाना अस्ति. अस्तु, समीचीनं. तर्हि एतावता बुद्धम् इति चेत् तर्हि अग्रे सर्तुं शक्नुमः. इदानीं कृत्प्रत्ययः अशित् अस्ति चेत् अत्र किं भवति इति अधुना पश्यामः. अत्र कः वदति इत्युक्ते अत्र विनयकुमार महोदय वदतु. अत्र कृत् प्रत्ययः अशित् अशित् अस्ति चेत् अत्र एकक्षणं महोदय, कृत् प्रत्ययः अशित् अस्ति चेत् अत्र किं भवति इति वदतु. कृत् प्रत्ययः यदि अशित् भवति तर्हि आर्धातुकं शेषः प्रत्ययः अशित् कृत् प्रत्ययः भवन्ति. कृत्वा अशित् आर्धातुक अन्तर्भूतः प्रत्ययः प्रायशः एकशतं प्रत्ययः भवन्ति. शित् प्रत्ययः केवलं द्वय प्रत्ययः भवन्ति. किं केवलं द्वयम् इति किमर्थम् उक्तम्? शित् अत्र शत्रि शानच् प्रत्ययः सार्वधातुक प्रत्ययः अन्तर्भूतः. अन्यप्रत्ययः भवन्ति परन्तु प्रसिद्ध प्रत्ययः केवलं शत्रि शानच् भवन्ति. सत्यम्. इदानीं कृत् प्रत्ययः अशित् अर्धधातुकः अस्ति चेत् अत्र किं भवति? कृत् प्रत्ययः अशित् प्रत्ययः कृत् प्रत्ययः अशित् प्रत्ययः किं भवति? कीदृशनिष्ठा प्रत्ययः अशित् प्रत्ययः भवन्ति तदनन्तरं तत्र किं भवति प्रक्रियायां कीदृशचिन्तनम्? प्रक्रियां कीदृशचिन्तनं तत्र आर्धातुकप्रत्ययः चिन्तनम् इत्थं भवति यदि चित् अन्त भवति अतः त्वप्रत्ययः या त्व इत्यादः इत्यादिः तर्ह गुणनिषेधः परन्तु यदि इन्तनित भवति तर्हि वृद्धि भवति द्वयसूत्र आधारेण अन्य कित् इन्तनित् डित् भिन्नप्रत्ययः केवलं गुण भवति यदि सार्वधातुक यदि अजन्त् अस्ति सार्वधातुकादिगयः इगन्त् हलन्त् अस्ति तर्हि एव उपगन्त् लघुपदस्य गुणः भवति अतः त्रिविधः आर्धातुक अन्तर्भूतः बहु समीचीनं त्रयमार्गं बहु समीचीनम् इति त्रयः मार्गः अस्ति इति समीचीनम् इदानीं तत्र गणविकरणप्रत्ययः आयाति वा इति तत् तस्मिन् विषये वदतु प्रश्ने कः गणविकरणप्रत्ययः न प्रत्ययः आर्धधातुकः अस्ति अशित् अस्ति तर्हि तत्र त्रिविधप्रत्ययः इति उक्तं तत्सर्वं समीचीनं तत्र गणविकरणप्रत्ययः आयाति वा न वा गणप्रत्ययः गणसार्वधातुक प्रत्ययः अन्तर्भूतः गणप्रत्ययः आर्धातुक अन्तर्भूतः नास्ति परन्तु अन्य कोऽपि व्यवस्था भवति यथा न गणविकरणप्रत्ययः आर्धधातुकः नास्ति इति किमर्थम् उक्तं गणविकरणप्रत्ययः कदा आयाति गणप्रत्ययः शबादिप्रत्ययः भवन्ति गणप्रत्ययः तथा यत्र यत्र शब् सम्बन्धितः गण अस्ति तर्हि विकरण आयाति अत्रापि अत्रापि चिन्तयतु तत्र अत्रापि गणः अस्ति तत्र विकरणप्रत्ययः आयाति वा आर्धधातुकप्रत्ययः अस्ति चेत् गण यदि उदाहरणार्थ अदादि गण अस्ति अदादिगण अस्ति तर्हि शप् शप् इदानीं पश्यतु या योगः तप्रत्ययः या योगः तप्रत्ययः या इति अदादिगणे अस्ति या योगः तप्रत्ययः निष्ठाप्रत्ययः इदानीं तत्र विकरणप्रत्ययः आयाति वा न विकरणप्रत्ययः आयाति परन्तु लुक् भवति न अत्र मीना भगिनी सहायं करोतु नमस्ते भगिनि या धातु निष्ठाप्रत्ययप्रत्ययः अथवा आर्धधातुकप्रत्ययः कर्तृशब् नास्ति तत्र प्रसक्तिः नास्ति तस् कर्तृशब्द शप् इति सूत्रस्य प्रसक्तिः अस्ति चेत् एव गणनिमित्तप्रत्ययाः आयान्ति अत्र कर्तृशब् नास्ति या एव तस्मात् कर्तृशब् किमर्थं कर्तृशब् नास्ति बहु समीचीनं किमर्थं कर्तृशब् नास्ति आर्धधातुकप्रत्ययः तत्र अशित् अस्ति तस्मात् आर्धधातुकप्रत्ययः आर्धधातुक प्रत्ययः तत्र कर्तृशप् एव सार्वधातुकप्रत्यय कर्तृशप् इति सार्वधातुकप्रत्यये परे अत्र प्रत्ययः सार्वधातुक नास्ति बहु समीचीनम् इति अत्र विनयकुमार महोदय पश्यतु या योगः तप्रत्ययः यद्यपि या धातुः अदादिगणे अस्ति तथापि तत्र कर्तरिषप् इति अनागच्छति तस्य लुक् अपि न भवति किमर्थमिति चेत् तप्रत्ययः सार्वधातुकः नास्ति यत्र यत्र सार्वधातुकप्रत्ययः अस्ति कर्त्रार्थे अस्ति तत्र एव कर्तरिषप् आगच्छति अतः यत्र आर्धधातुकप्रक्रिया प्रचलति अस्ति तत्र शप् न आयाति तत्र कीदृशचिन्तनं भवति मीना भगिनी अन्यचिन्तनम् अन्यचिन्तनम् इदागमचिन्तनं भवति हा निरागमचिन्तनं भवति. बुद्धं खलु जानामि. अतः भवती इत्थं भवति यत् यत्र यत्र आर्धातुक आर्धातुक अन्तर्भूतः गण भवति तर्हि शप् नायति. शप् नायति अतः तत्र कृत्प्रत्ययः कृत्प्रत्ययः अर्धधातुकः प्रत्ययः अस्ति अतः सार्वधातुकः नास्ति इति कृत्वा गणनिमित्तिकविकरणप्रत्ययः नायाति. तर्हि इदानीम् अशित् प्रत्ययः अर्धधातुकप्रत्ययः. मीना भगिनी वदतु, अशित् प्रत्ययः अर्धधातुकप्रत्ययः इडागमचिन्तनं भवति इति उक्तवती. तिङ् प्रत्ययेषु तादृशी प्रक्रिया कुत्रचित् अस्ति वा? तिङ् प्रत्यये अपि इडागमः भवति अर्धधातुकप्रत्यये. अत्र कर्तृशप् नास्ति नास्ति चेत् अर्धधातुकप्रत्ययाः उदाहरणं शत्यासि शत्यासि लिङ्लिचोः श्या इति प्रत्ययः या तत्र इडागमचिन्तनं भवति अपि. पुनः वदतु एकवारं पुनः वदतु. यत् यत् त्रिङ् तिङ् प्रत्ययस्य तिङ् प्रत्यय आर्धधातुकप्रत्ययः परे तत्र कर्तृशप् शक्तिः नास्ति नास्ति चेत् आर्धधातुकप्रत्यय उदाहरणं स्याप्रत्ययः लट् लोट् लङ् विधिलिङ् विहाय अन्य लकारः चेत् लिट् लाशि आशीर्लिङ् इति सनादिप्रत्ययः अस्ति चेदपि स्यतासीर्लिङ्ग्लिटो इति स्याप्रत्ययः उदाहरणं धातु स्याप्रत्ययः लकारनिमित्त आयाति. तत्र कर्तृशप् नास्ति तस्मात् इदागमविचारणं च चिन्तनीयम्. हा समीचीनं भगिनि, परन्तु तत्र एकं स्मर्तव्यं, तत्र यत्र लिट् लकारः आशीर्लिङ्ग् लकारः तत्र तु तिङ् प्रत्ययः अर्धधातुकः साक्षात् अस्ति उक्तत्वात्. परन्तु लिट् लकारः यत्र स्य इति प्रत्ययः आगच्छति तत्र तु तिङ् प्रत्ययः अर्धधातुकः नास्ति, तत्र अर्धधातुकसंज्ञा नास्ति, सार्वधातुकसंज्ञा एव अस्ति तिङ् प्रत्ययस्य. तथापि तत्र शप् न आगच्छति. यद्यपि सार्वधातुकप्रत्ययः अस्ति तथापि शप् न आगच्छति, यतोहि तत्र लकारनिमित्तिकप्रत्ययः प्रथमम् आगच्छति, स्य इति प्रत्ययः प्रथमम् आगच्छति. अतः तत्र गणनिमित्तिकविकरणप्रत्ययस्य अवसरः नास्ति. बुद्धं खलु मीना भगिनी? आं भगिनि. हा इत्युक्ते तत्र सारांशरूपेण यद्भवती उक्तवती तत् समीचीनं, परन्तु तत्र तिङ् प्रत्ययः साक्षात् सार्वधातुकः इति न वक्तव्यं. षट्सु लकारेषु लट् लोट् लङ् विधिलिङ् एतेषु एतान् लकारान् विहाय अन्यत्र सर्वत्र तिङ् प्रत्ययः आर्धधातुकः इति साक्षात् न वक्तुं शक्यते. केवलं लिट् लकारः आशीर्लिङ्ग् लकारः तत्र एव प्रत्ययः आर्धधातुकः. अन्येषु अवशिष्टेषु लकारेषु लिट् लकारः लुङ् लकारः लृङ् लकारः इत्यत्र तत्र तु तिङ् प्रत्ययः तु अर्धधातुकः नास्ति, तथापि तत्र कर्तरि शप् न आगच्छति, यतोहि तत्र अन्यत् कार्यं लकारनिमित्तिकविकरणप्रत्ययः आयाति. इत्यादयः. अस्तु, तर्हि तत्र सारांशः कः? एतत् सर्वम् अस्माभिः चिन्तितं, तत्र तस्य प्रयोजनं किम् इति चेत् धातुभ्यः द्विविधः प्रत्ययः तिङ् अथवा कृत्. तिङ् प्रत्ययः सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति चिन्तनीयम्. सार्वधातुकप्रक्रिया इति वयं चिन्तयामः चेत् सार्वधातुकप्रक्रिया कुत्र भवति? लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु सार्वधातुकप्रक्रिया. तत्र सर्वत्र कर्तरि शप् अथवा शपं प्रबाद्य अन्यविकरणप्रत्ययः आयाति. अवशिष्टेषु षट्सु लकारेषु तिङ् प्रत्ययः धातुभ्यः अस्ति चेत् तत्र अर्धधातुकप्रक्रिया, तत्र गणनिमित्तिकविकरणप्रत्ययः नायाति, केवलम् इडागमचिन्तनं भवति. लकारनिमित्तिकविकरणप्रत्ययः आयाति कुत्रचित्, इडागमचिन्तनं सर्वत्र भवति इति मार्गद्वयमस्ति, सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा. एवमेव कृत्प्रत्ययस्तरे अपि सार्वधातुकप्रक्रिया भवति, नो चेत् अर्धधातुकप्रक्रिया भवति. सार्वधातुकप्रक्रिया अस्ति चेत् गणचिन्तनं कर्तरिषप् इत्यादयः वयं चिन्तयामः. अर्धधातुकप्रत्ययः अस्ति चेत् इडागमविचारः. अतः उभयत्र कृत् प्रत्ययः वा भवतु, तिङ् प्रत्ययः वा भवतु, प्रक्रिया समाना. सार्वधातुकप्रक्रिया अस्ति चेत् समाना प्रक्रिया, अर्धधातुकप्रक्रिया अस्ति चेत् समाना प्रक्रिया. अतः एकवारं तिङ् प्रत्ययस्य सार्वधातुकप्रक्रिया वयं पठामः चेत् तर्हि कृत् प्रत्ययस्य सार्वधातुकप्रक्रिया अपि वयं जानीमः. तत्र तिङ् प्रत्ययेषु यानि यानि सूत्राणि सन्ति तानि एव सूत्राणि कृत् प्रत्ययस्तरे अपि भवन्ति सार्वधातुकप्रक्रियायाम्. अस्तु, इदानीं तत्र करपत्रात् पठामः. कोऽपि प्रश्नः अस्ति वा? इति तत्त्वं सिद्धान्तः कः इति मनसि स्पष्टता अस्ति वा भगिनि? संशयः अस्ति. भवती उक्तवती टिङ् प्रत्यये लट्लोट् लङ् वित् लिङ् सार्वधातुकलकाराः कर्तृशप् इति प्रसक्तिः अस्ति. तदनन्तरं गणनिमित्तप्रत्ययाः आयान्ति. आर्धधातुक सर्वे षट् आर्ध लकाराः न आर्धधातुकाः. लिट् आशीर्लिङ्ग् लकारे एव अर्धधातु. न न न, तथा न उक्तं. लकारः षड् लकारः अपि अर्धधातुकः, परन्तु तिङ् प्रत्ययः, केवलं तिङ् प्रत्ययः इति वयं पश्यामः चेत् तत्र तु केवलं लिट् लकारः आशीर्लिङ्ग् लकारः एव तिङ् प्रत्ययस्य अर्धधातुकसंज्ञा अस्ति. अन्येषु लकारेषु अर्धधातुकसंज्ञा नास्ति, परन्तु षड् लकारः तु अर्धधातुकलकारः एव. किमर्थम् अर्धधातुकलकारः? यतोहि तत्र मध्ये गणनिमित्तिकविकरणप्रत्ययः न आयाति इति कृत्वा तत्र अर्धधातुकलकाराः. सर्वे अर्धधातुकलकाराः, षड् लकारः अर्धधातुकलकारः, परन्तु तेषु षड् लकारेषु केवलं लिट् लकारे अपि च आशीर्लिङ्ग्लकारे एव तिङ् प्रत्ययः अर्धधातुकः. अन्यत्र सर्वत्र तिङ् प्रत्ययः सार्वधातुकः एव. तथापि वयं यदा वयं स्यति इति स्वीकुर्मः, यथा लृट् लकारे स्य अपि चति अनयोः योजयित्वा स्यति इति स्वीकुर्मः चेत् तदानीं तत्र अर्धधातुकः इति वदामः. यतोहि धातुः स्यति इति पश्यति, स्यति इत्यत्र स्य इति अर्धधातुकः इति कृत्वा स्यति इति अर्धधातुकः इति वदामः. परन्तु केवलं तिङ् प्रत्ययः अर्धधातुकः नास्ति. अस्माकं सौलभ्यार्थं स्यति इति अर्धधातुकः इति वदामः. बुद्धं खलु? न वा, बुद्धमिति चिन्तयामि. क्लेशः कुत्र? क्लेशः लित् आशीर्लिङ्ग् लकारे, षट् लकारे. किमर्थं लित् आशीर्लिङ्ग् लकारे एव? सर्वे षट् लकारः आर्धधातुकः इति उक्तवती. तत्र लित् आशीर्लिङ्ग् लकारे एव प्रत्यय आयाति. एकक्षणम्, अहम् अवगच्छामि भवत्याः प्रश्नः. किमर्थं केवलं लट् लकार, लिट् लकारः, आशीर्लिङ्ग् लकारः एव तिङ् प्रत्ययः अर्धधातुकः? अन्यत्रापि भवतु खलु, कः क्लेशः इति चेत् अन्यत्र, हा, इत्युक्ते लिट् लकार आशीर्लिङ्ग् लकारे कः क्लेशः इति चेत् तत्र लकारनिमित्तिकविकरणप्रत्ययः नास्ति. लकारनिमित्तिकविकरणप्रत्ययः तत्र लिट् लकारः, अनन्तरं लुट् लकारः, लृङ् लकारः, अन्यत् किम् अस्ति? यतासि ऋ लुटोः लुट् लकारः, ऋट् लुङ् तदनन्तरं लुङ् लुङ् लुङ् ऋट् ऋट् लृङ् भगिनि ऋट् हा लृङ् अनन्तरं लुट् अनन्तरं लुङ् इति चतुर्षु लकारेषु तत्र लकारनिमित्तिकविकरणप्रत्ययः आयाति. अतः तत्र क्लेशः नास्ति. ततः तिङ् प्रत्ययस्य अर्धधातुकत्वम् इति न आवश्यकम्, यतोहि मध्ये लकारनिमित्तिकविकरणप्रत्ययः आयाति. परन्तु लिट् नाम एव नाम अर्धधातुकलकारः किमर्थम् इति चेत् यतोहि धातुना तिङ् प्रत्ययं साक्षात् न द्रष्टुं शक्नोति. धातुः तिङ् प्रत्ययं द्रष्टुं न शक्नोति. धातुना तिङ् प्रत्ययः न दृश्यते कृत्वा तत्र अर्धधातुकलकारः इति वदामः. परन्तु तिङ् प्रत्ययः तु अर्धधातुकः नास्ति. तत्र तु पाणिनिना तत्र तिङ् प्रत्ययस्य अर्धधातुकसंज्ञा न कृता. तत्र संज्ञायाः आवश्यकता नास्ति, यतोहि धातुः स्यति इत्येव पश्यति. परन्तु लिट् लकारे आशीर्लिङ्ग् लकारे किमर्थं तादृशी संज्ञा कृता इति चेत् तत्र लकारनिमित्तिकप्रत्ययः नास्ति लिट् लकारे आशीर्लिङ्ग् लकारे. अस्तु इदानीं बुद्धं खलु? अस्तु अस्तु, करपत्रात् पठामः. अत्र अरविन्द महोदय आरम्भं करोतु. नमस्ते भगिनि, विलम्बेन आगतवती भवत्या. अस्तु, प्राप्तमेव प्राप्तं खलु? अस्तु, अतः चिन्तितवती न प्राप्तं वा? न, समासगणे भवत्याः मेसेज् दृष्ट्वा आगतवती. ओहो, अहं प्रेषितवती भगिनि, गतसप्ताहे प्रेषितवती, प्रायः न दृश् भवत्या न दृष्टम् इति चिन्तयामि. अस्तु, अतः एव तत्र गणमध्ये स्थापितवती मेसेज्. अहं चिन्तितवती प्रायः भवती न प्राप्तवती इति कृत्वा. अपि धन्यवादः. बहु समीचीनम्. अस्तु, अरविन्द महोदय. पूर्वम् अस्माभिः दृष्टं यत् धातुभ्यः विहिताः प्रत्ययाः द्विविधा, तिङ् च कृत् च. एते सर्वे प्रत्ययाः पुनः विभजिताः सर्वधातुकाः अर्धधातुकश्च. अस्य महत्त्वम् एवं यत् प्रत्ययः सर्वधातुकश्चेत् तर्हि कर्त्रार्थे शबादयः विकरणाः आयान्ति कर्तरि शब् इत्यनेन. शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः. इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति. पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे. अधुना अवलोकामहे कृत्प्रसङ्गे. तत्र अस्मिन् परिच्छेदे दत्तमस्ति कृत् प्रत्यय एवं तिङ् प्रत्यय एवं कृत् प्रत्यय द्वयोः धातुभ्य एव विहिता भवन्ति. प्रथमं तिङ् प्रत्ययान् कृते पूर्ववर्गे वयं चर्चितवन्तः. अधुना कृत् प्रत्ययानां कृते आरभ्यते अस्मिन् करपत्रे. तिङ् कृते यथा धातुभ्यविहितः कर्त्रार्थे चेत् कर्तरि शप् इति विकरणप्रत्यये आन्ति इति कृत्वा तेषां गणनिमित्तचिन्तनं अवश्यं करणीयम्. अत्र कृत्प्रत्ययानां कृते अर्धधातुक अस्ति कृत्वा तस्य गणविकरणं नास्ति, किन्तु इडागमविचारः करणीयः. समीचीनं महोदय. अस्तु, इदानीं चित्रमपि चर्चितम् अस्माभिः. अत्र चित्रस्य विषये कोऽपि प्रश्नः अस्ति चेत् इदानीमेव प्रष्टुम् अर्हन्ति, यतोहि इतः अग्रे एतादृशचिन्तनं न भविष्यति. इत्युक्ते कृत् तिङ् अनयोः भेदः इति चर्चा न भवति, यतोहि यदा एतस्य पाठस्य समापनानन्तरं तत्र अग्रे सार्वधातुकप्रक्रिया इति चिन्तनं भविष्यति, तर्हि तत्र तु एतादृशकृत् प्रत्ययस्य विषये चिन्तनं नास्ति, सद्यः नास्ति. अतः प्रश्नः किमपि अस्ति तत्र, किमपि बोधः नास्ति चेत् इदानीं प्रष्टुम् अर्हन्ति. भगिनी, पुनः एकवारं वदतु, किमर्थं पाणिनिमहोदय आशील् अपि लिट् आर्धधातुकसंज्ञा कृतवान्, किं प्रयोजनं किं भगिनी? प्रयोजनं किम्? अत्र कोऽपि वदतु प्रयोजनं किम् अस्ति, किमर्थं आर्धधातुकत्वं कृतम्? प्रत्यय एव आर्धधातुकः. किमर्थं तत्र आर्धधातुकः नास्ति चेत् किं भविष्यति? आर्धधातुकं नास्ति चेत् तत्र गणभेदः भवति खलु, किन्तु लिट्लकारे गणभेदः न दृश्यते. एकक्षणं, गणभेदः भवति इत्युक्ते किम्? इत्युक्ते गणनिमित्तिकं विकर्णप्रत्यय इत्युक्ते शप् वा श्यन् वा श वा आयाति. किमर्थं तत्र कर्तरि शप् इति कार्यं करोति? किमर्थं करोति? यदि धातु साक्षात् तिङ् प्रत्यय पश्यति तर्हि तत्र विकर्ण प्रत्यय कर्तरीषप् सूत्रे विकर्णप्रत्यय आयाति. तिङ् तिङ् सार्वधातुकप्रत्यय भवति, तत् कर्त्रार्थे भवति चेत् तत्र विकर्णप्रत्यय आयाति. किन्तु तत् लृट् लकारे उदाहरणार्थमेव तत्र अन्यत् किमपि आयाति. लकारनिमित्तिकं विकर्णप्रत्यये इत्युक्ते स्य आयाति, तत् बाधकं भवति. अतः धातु साक्षात् तिङ् प्रत्यय न पश्यति. किन्तु लिट् लकारे लकारनिमित्तिकं प्रत्यये किमपि नास्ति, अतः धातु साक्षात् तिङ् प्रत्यय पश्यति. साक्षात् तिङ् प्रत्यय पश्य तिङ् सार्वधातुकम् अस्ति चेत् तत्र गणनिमित्तिकं विकर्णप्रत्यय इत्युक्ते शप् वा श्यन् वा आयाति. तत् मास्तु इति सः विकर्णप्रत्यय न आयाति तत् तस्य सः नियमः भवति इति सः किं कृतवान्, तिङ् एव अर्धधातुकः भवति इति कृतवान्. बहु सम्यक्, धन्यवादः. सम्यक्. गीताञ्जलि भगिनी बुद्धं वा? अवगतं भगिनि, धन्यवादः. अस्तु, अन्यत् किमपि अस्ति वा? नो चेत् अग्रे सर्तुं शक्नुमः. एकप्रश्नभगिनी, लिट् लकारे अहम् अवगच्छामि विकर्ण नास्ति, परन्तु तिङ् सम्बन्धे लिट् लकारे प्रथम मध्यम उत्तम पुरुषे पित् भवति, अपित् न भवति. यदि पित् भव यदि पित् प्रथम इत्यादि, परन्तु त्रयः प्रत्ययः अष्टादश प्रत्ययः अन्तर्भूतः, त्रयः प्रत्ययः अपि अष्टादश प्रत्ययः अन्तर्भूतः. परन्तु यदि पित् भवति तर्हि कोऽपि सम्बन्धः नास्ति सार्वधातुकसम्बन्धे. पित्वा न, इदानीं तत्र तिङ् प्रत्ययः अर्धधातुकः खलु, तिङ् प्रत्ययः अर्धधातुकः, अतः पित्वम् अपित्वम् इत्यस्य चिन्तनमेव नास्ति. पित्वा भवतु अपित्वा भवतु कीदृश, किमर्थं तादृशचिन्तनं? सार्वधातुकः अस्ति चेदेव पित्वम् अपित्वम् इत्यस्य चिन्तनम् अस्ति. इदानीं तत्र अत्र लिच् इति सूत्रेण तिङ् प्रत्ययः साक्षात् अर्धधातुकप्रत्ययः अस्ति, अतः पित्वा भवतु अपित्वा भवतु तत्र पित्वस्य चिन्तनं नास्ति तत्र. धन्यवादः. अहं गच्छामि. यदा आर्धातुक स्पष्टतः विहितः तत्र पित् अपित् व्यवस्था नायाति. केवलं सार्वधातुक अस्ति चेदेव सार्वधातुकम् अपित् इति कृत्वा पित्वम् अपित्वम् इति वदामः, परन्तु अर्धधातुकप्रक्रियायां तादृशं किमपि नास्ति. अस्तु, समीचीनं भगिनि. किन्तु तत्र पित्त अपित् तु अस्ति एव, किन्तु चिन्तनं नास्ति अष्टादश पित् अपित् अस्ति, पित् अपित् अस्ति, परन्तु महत्त्वं नास्ति. महत्त्वं नास्ति, अस्तु, महत्त्वं नास्ति. पित् इत्यनेन किमर्थं पित्त्वम् अपित्वम् इत्यस्य अभिज्ञानम् अस्ति इति चेत् तत्र किमपि कार्यं भवति न भवति इत्यस्य चिन्तनार्थं, परन्तु अत्र अर्धधातुकस्तरे तादृशचिन्तनस्य आवश्यकता नास्ति. पित्त्वा भवतु अपित्वा भवतु तेन किमपि नास्ति, तत्र तु द्रष्टव्यं तत्र प्रत्ययः नित् अस्ति वा. तत्र प्रत्ययः इत्युक्ते तिङ् प्रत्ययः, तत्र अपित् अस्ति चेत् निद्वद् भवति इति नास्ति तत्र, खलु? तत्र नास्ति, अतः पित् अपित् इति चिन्तनमेव नास्ति तत्र, नावश्यकमस्ति. अस्तु अस्तु. इदानीम् इत्युक्ते तत्र लिट् लकारे किमर्थं लिट् लकारे अपि च आशीर्लिङ्ग् लकारे किमर्थं प्रत्ययः तिङ् प्रत्ययः अर्धधातुकः इति उक्तम् इति चेत् तत्र कर्तरीषप् इत्यस्य कार्यं कार्यस्य बाधनार्थं, कर्तरीषप् इति सूत्रं तत्र कार्यं न कुर्यात् इति कृत्वा एव तत्र प्रत्ययस्य अर्धधातुकत्वं कृतं. प्रत्ययः अर्धधातुकः नास्ति, सार्वधातुकः एव अस्ति. इदानीं लिच्च इति सूत्रमेव नास्ति इति चिन्तयामः चेत् तत्रापि कर्तरिषप् इति आगन्तुं शक्नोति. तादृशं मा भवतु इति कृत्वा एव तत्र सूत्रं कृतम्. अस्तु, अग्रे सरेम. इदानीं तत्र अग्रे कः पठति? गीता भगिनी पठति वा? अस्मि भगिनि. कृत् नाम किं? यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः, तिङ् च कृत् च. यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इत्युच्यते. यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत् पदं कृदन्तपदं. कृदन्तपदानि सर्वदा सुबन्तानि. इत्युक्तौ नामपदानि सन्ति, न तु क्रियापदानि. यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्, प्रकाशमानम्, इमानि पदानि सर्वाणि कृदन्तानि. यतः एते प्रत्ययाः तव्यत्, निन्, तृच्, नुल्, शत्रु, शानच् साक्षात् धातुभ्यः विहिताः तिङ् भिन्नाः पदान्ते च सन्ति. अत्र परिच्छेदे कृत् प्रत्ययस्य विवरणं कृतं. कृत् नाम किम् इति उक्तम् अत्र. यथा उक्तं धातुभ्यः विहिताः द्विविधाः सन्ति प्रत्ययाः, कृत् च तिङ् च. तिङ् नास्ति चेत् कृत् एव भवति इति उक्तम्. यस्य पदस्य अन्ते कृत् अस्ति तद्पदं कृदन्तपदम् इति भवति. सर्वे सर्वदा कृदन्तपदानि सुबन्तानि एव भवन्ति. सुबन्तानि इत्युक्ते नामपदानि भवन्ति. उदाहरणमपि दत्तम् अत्र, कर्तव्यं, मतिः, नेता इति. कृत् प्रत्यये बहुविधानि सन्ति, तव्यत्, पिन्, तृच्, नुल् इति इत्यादयः. एतानि साक्षात् धातुभ्यः विहिताः भवन्ति, तिङ् भिन्नाः च पदान्ते भवन्ति इति उक्तम् अत्र भगिनि. बहु समीचीनं भगिनि. इत्युक्ते तत्र यद्यपि अत्र उक्तमस्ति क्रियापद तत्र कृदन्तपदानि नामपदानि सन्ति न तु क्रियापदानि इति उक्तमस्ति, परन्तु क्रियापदानि एव. इत्युक्ते यद्यपि लोके वयं तिङन्तपदानि एव क्रियापदानि इति वदामः, तथापि अत्रापि क्रियामेव बोधयति खलु. अतः कृदन्तपदानि अपि तत्र क्रियापदानि इत्येव वयं स्वीकुर्मः. यद्यपि क्रियापदानि इति न वदामः, परन्तु व्याकरणदृष्ट्या तु क्रियापदानि एव. यद्यपि सुबन्तानि नामपदानि सन्ति, तथापि क्रियापदानि एव ते अपि. क्रियां बोधयति अत्र. हा, क्रियां बोधयति इत्युक्ते तत्र तत्र सर्वत्र पश्यामः चेत् यत्र यत्र धातुः अस्ति तत्र धातौ तु क्रिया भवति खलु. अतः सर्वत्र क्रियां बोधयति इति कृत्वा तत्र क्रियापदानि एव. अस्तु, समीचीनम्. अत्र पदान्ते च सन्ति इत्यस्य को अर्थः? हा, तदेव अहमपि चिन्तयन्ती अस्मि. तत्र एते प्रत्ययाः साक्षात् धातुभ्यः विहिताः तिङ् भिन्नाः पदान्ते च सन्ति इत्यस्य अर्थः मया न बुद्धं. पदान्ते च सन्ति पदस्य उत्तरार्धम् इति मन्ये भगिनि. पदस्य उत्तरार्धम् पूर्वार्धे अङ्गं, पदस्य अङ्गं भवति. उत्तरार्धे प्रत्ययः. ये कृदन्तः प्रत्ययः अपि पदान् उत्तरार्धे तिङ्गपि तथैव खलु इदानीं तत्र प्रातिपदिक प्रातिपदिक एते प्रत्ययाः विधीयन्ते एते प्रत्ययाः न एते प्रत्ययाः धातुभ्यः विधीयन्ते क्षम्यतां धातुभ्यः विधीयन्ते इदानीं प्रातिपदिकं निष्पन्नं प्रातिपदिकात् सुप्रत्ययः योजयामः चेत् पदं सिद्ध्यति परन्तु पदान्ते च सन्ति इत्युक्ते तत्र सुप्रत्ययस्य योजनस्य विषये अत्र उच्यते इति चिन्तयामि प्रातिपदिकस्य निष्पादनानन्तरं तत्र सुप्रत्ययस्य योजनेन पदत्वं सिद्ध्यति इति तु वयम् अवगच्छामः अतः एतेषां प्रत्ययानां योजनानन्तरं पदत्वं सिद्ध्यति इति वयम् अवगन्तुं शक्नुमः इति तादृश अर्थः इति चिन्तयामि अस्तु अस्माकम् अर्थबोधः योजनेन भगिनि कृत्प्रत्ययस्य योजनेन प्रातिपदिकमेव भवति तदनन्तरं सुप्रत्ययः जोडनेन खलु तदेव तदेव अहमपि चिन्तयामि अतः पदान्ते च सन्ति इत्युक्ते तत्र पदत्वमपि सिद्ध्यति इत्येव अर्थः प्रत्ययानां योजनानन्तरं सुप्रत्ययस्य योजनेन पदत्वमपि सिद्ध्यति इत्युक्ते कृदन्तं पदम् अस्ति इति वयम् अवगन्तुं शक्नुमः तत्र तिङ्भिन्नाः पदान्ते च सन्ति तिङ्भिन्नाः पदानि च सन्ति इति वदामः चेत् स्पष्टता भवति पदान्ते च सन्ति इत्यस्य अपेक्षया तिङ्भिन्नाः पदानि च सन्ति इति वदामः चेत् समीचीनम् अस्तु नमस्ते नमस्ते भगिनि एकः प्रश्नः तत्र कृत् प्रत्ययक्रियापदानि भवन्ति अपि च विशेषणानि अपि भवन्ति किल यत् पदं कृत् प्रत्यययोजनं भवति तत् विशेषणमपि भवति किल विशेषणमपि भवितुम् अर्हति तत्र कृत् प्रत्यय कस्मिन् अर्थे अस्ति इति दृष्ट्वा कुत्रचित् विशेषणं भवितुम् अर्हति तथापि विशेषणम् अस्ति चेदपि इदानीं नर्तकः इति वदामः चेत् कः अर्थः नर्तकः यः नृत्यं करोति सः नर्तकः हा नृत्यं करोति इति क्रिया अस्ति खलु हा तस्मिन् अस्ति अस्तु परन्तु यदि वयं वदामः बालकः उद्याने क्रीडितः इति वदामः तत्र तु तप्रत्ययः अस्ति तत्र तु क्रियापदमस्ति यदि क्रीडन् बालकः उद्याने अस्ति इति वदामः तत्र तु विशेषणं भवति किल क्रीडन् बालकः विशेषणं भवति परन्तु क्रिया नास्ति वा क्रीडन् बालकः इति वदति चेत् विशेषणमस्ति बालकस्य विशेषणमस्ति परन्तु तत्र क्रिया नास्ति वा ईदृशबालकः अस्ति हा क्रीडन् बालकः अस्ति अस्तु हा क्रीडनक्रिया तस्मिन् बालके अस्ति खलु धन्यवादः तर्हि अग्रे विमला भगिनी पठतु आं भगिनि नमस्ते नमस्कारः एते सर्वे प्रत्ययाः तिङ्गः कृतश्च अष्टाध्यायाः तृतीयाध्याये विहिताः यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः पूर्वमेव अवगतं यत् आरम्भे तिङ्प्रत्ययाः सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण अत्र अनुवृत्तिसहितसूत्रम् अवलोकयाम धातोः उच्चैः वदतु अत्र आं भगिनि एते सर्वे प्रत्ययाः तिङ्गः कृतश्च अष्टाध्यायाः तृतीयाध्याये विहिताः यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः पूर्वमेव अवगतं यत् आरम्भे तिङ्प्रत्ययाः सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण अत्र अनुवृत्तिसहितसूत्रम् अवलोकयाम धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् अतः सार्वधातुकत्वस्य कृते प्रथमः नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम् परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्। कृत् चित् अस्ति चेदेव सार्वधातुकः। कृत् प्रत्ययेषु नवशितः, ते च शत्र, शानच्, चानश्, शानन्, खश्, श, एष, शध्यै, शधैन् इति। एषु द्वौ प्रसिद्धौ शत्र, शानच् च। अवशिष्टाः सर्वे कृत्प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः इति सूत्रेण। अत्र पर्यन्तं वदामि किं भगिनि? न, तावद् वदतु तत्र किमस्ति, बहु किमपि पठितवती खलु। आम् आम् आं भगिनि, आं भगिनि। अत्र सर्वे प्रत्ययाः तृतीयाध्याये भीताः। अत्र अधिकारः अस्ति धातोः अपि च प्रत्ययः इति अनयोः शब्दयोः। सर्वे तिङ्प्रत्ययाः सार्वधातुकः आरम्भे, यतोहि सूत्रमस्ति तिङ्क्षित् सार्वधातुकम् इति। धातोः परन्तु प्रत्ययाः धातोः परं विहिताः, तदेव ते सार्वधातुकः इति उक्ताः। अनुवृत्तिसहित सूत्रम् अवलोकयामः चेत् परन्तु प्रथमनियमः अस्ति चेत् प्रत्ययः विधेयमानं धातुभिः, धातुतः यदि न विहितः तत्र प्रश्नः नैव उदेति यत् सार्वधातुकः अस्ति वा आर्धधातुकः अस्ति वा इति। धातुतः विहितः अस्ति चेत् यदि तिङ्क्षित् प्रत्ययः धातुभ्यः विहितः तदा सार्वधातुकम् इति उच्यते। यदि तिङ् नास्ति, कृत् अस्ति, तदा न जानीमः यत् सार्वधातुकम् अस्ति वा आर्धधातुकम् अस्ति वा इति। अत्र नवप्रत्ययाः दत्ताः शकाराद् येषां येषु प्रत्ययेषु शकारः विहितः। षित् अस्ति अनेन, ये नवप्रत्ययाः षितः अस्ति अनेन कारणेन ये प्रत्ययाः सार्वधातुकाः सन्ति। शत्रुशानचिति प्रसिद्धप्रत्ययाः, प्रत्ययौ द्वौ प्रसिद्धप्रत्ययौ, प्रसिद्धौ प्रत्ययौ। अवशिष्टाः सर्वे प्रत्ययाः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकाः सन्ति, यतोहि ते षित् नास्ति। समीचीनं, समीचीनम्, समीचीनम्। गीताञ्जलि भगिनि, किं किम् अवगतम् भगिनि? अत्र नव शित प्रत्ययेषु चानच् षित् नास्ति, एषित् नास्ति। किं षित् नास्ति इति अस्ति खलु, शकारः षित् अस्ति खलु, प्रथमे नास्ति, अन्ते अस्ति। न, प्रथमे एव भवेत् इति कुत्र अस्ति? षित् इत्युक्ते किं? शकारः इति, शकारः अहं चिन्तयामि सकारः प्रथमे भवितव्यम् इति। न न न, शकारः इत्यस्य सः, शकारः इत्यस्य सः अन्ते भवितुम् अर्हति, आदौ भवितुम् अर्हति, अन्ते भवितुम् अर्हति, नो चेत् आदौ भवितुम् अर्हति, तावदेव। आदौ तु लशक्वत् अधीते इत्यनेन, अन्ते अस्ति चेत् हलन्त्यम् इति। अस्तु, गीताञ्जलि भगिनी वदतु किं बुद्धम्? आं भगिनि, सर्वे प्रत्ययाः उच्चैः वदतु भगिनि, कृपया। न श्रूयते, अधुना श्रूयते वा? अधुनापि मन्दमन्दं, केवलं मम कृते वा, नो चेत् सर्वेषां कृते वा, अन्येषां कृते श्रूयते वा? न श्रूयते, न्यूनमेव, न्यूनमस्ति खलु भगिनि, अधुना श्रूयते भगिनि, अधुनापि न श्रूयते भगिनि। अय्यो, तत्र हेड्सेट् अस्ति वा? न्यू हेड्सेट् अस्ति, हेड्सेट् अस्ति, तथापि न जाने किमर्थं तत्र फ्री कान्फरेन्स् एकवारं पुनः इन्स्टाल् करोतु न भगिनि फ्री कान्फरेन्स् पुनः एकवारम् इन्स्टाल् करोतु भगिनि तत्र सम्यक् भवति नूतन अप्डेट्स् आगच्छन्ति वाल्यूम् अपि उच्चै करोतु भगिनि अस्तु तर्हि हा नास्ति चिन्ता अस्तु तर्हि पमेला भगिनी वदतु किम् अवगतम् आं भगिनि यत् अष्टाध्याय्यं तृतीय अध्याये प्रत्यय विहिता अस्ति ते धातुतः एव विहिता अस्ति सर्वधातुकं संज्ञा तु धातुतः विहिता प्रत्ययस्य एव भवति न तु प्रातिपदिकात् अपि च धातुपरश्च तर्हि सार्वधातुकस्य प्रथमं नियमम् अस्ति धातुतः विहिता भवतु इति तदनन्तरं तत् कर्त्रार्थे भवतु तदा सार्वधातुकं किमपि निश्चितं नास्ति तत् यत् तत् अस्ति चेदपि ओ कृत् कृत् षित् अस्ति चेदेव हा कृत् अपि भवित कृत् प्रत्यय अपि धातुतः विहित यदि कृत् प्रत्यय षित् अस्ति चेत् तत् सार्वधातुक प्रत्यय भवति अन्यथा तत् आर्धधातुकं भवति कृत् प्रत्ययेषु य षित् अस्ति ते तु शत्रु शान चान शानन् कश यश षदै षदैन् इति नवप्रत्ययाः सन्ति यषित् अस्ति अथ ते सार्वधातुकं सार्वधातुकप्रत्ययः अस्ति तस्मात् द्वौ प्रत्यय प्रसिद्धौ अवशिष्टम् आर्धधातुकं शेषे इत्यनेन आर्धधातुकं प्राप्नोति समीचीनम् इत्युक्ते तिङ् प्रत्ययः अस्ति चेत् एव तत्र सामान्यतया सार्वधातुकत्वम् आगच्छति सामान्यचिन्तनेन धातुतः अस्ति सार्वधातुकम् आगच्छति कृत् प्रत्ययः अस्ति चेत् सार्वधातुकः वा अर्धधातुकः वा इति चिन्तनीयं भवति अत्र षित् अस्ति चेत् सार्वधातुकं षित् नास्ति चेत् अर्धधातुकम् इति तादृशव्यवस्था अस्तु समीचीनम् अत्र एतावता कोऽपि प्रश्नः वा अस्तु तर्हि विजयलक्ष्मी भगिनी अग्रे गच्छतु पठामि अस्य महत्त्वम् अस्माभिः परिशीलितं तिङ् प्रसङ्गे प्रत्ययः सार्वधातुकः चेत् कर्तरि शप् इति सूत्रेण कर्त्रर्थे धातुप्रत्यययोः मध्ये विकरणप्रत्ययः विहितः भवति अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते कर्तरी शप् कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति अत्र कर्त्रर्थे कर्तरीप्रयोगः इति अवगम्यताम् भावे कर्मणि च शप् प्रत्ययः न विहितः अनुवृत्तिसहितसूत्रं कर्तरी सार्वधातुके धातोः परश्च शप् प्रत्ययः अत्र आर्धधातुककृत्प्रत्ययः अनन्तरं सार्वधातुककृत्प्रत्ययः इति भेदद्वयं यथा तिङ् प्रत्यये कर्तरी शप् इति सूत्रेण कर्त्रर्थे धातुप्रत्ययोः मध्ये विकरणप्रत्यय यथा आगच्छति अत्र कृत् प्रत्ययेषु अपि यदि षित् कृत् प्रत्ययाः भवन्ति तत्र कर्तरी शप् इत्यस्य प्रसक्तिः भवति कर्तरी शप् इत्यस्य अनुवृत्तिसहितसूत्रं भवति कर्तरी सार्वधातुके धातोः परश्च शप् प्रत्ययः इति. अत्र कृत् प्रत्ययः भवति चेत् षित् कृत् प्रत्ययः भवति चेत् तत्रापि धातु अनन्तरं कृत् प्रत्ययस्य मध्ये कर्तरि शप् इति कर्तृर्थे शप् प्रत्ययः आगच्छति. सम्यक् वा भगिनी? सम्यक्, बहु समीचीनम्. इत्युक्ते अत्र दशगणेषु भिन्नभिन्न रूपभेदाः भवन्ति. तदेव, अन्यत् किमपि नूतनं किञ्चित् नास्ति अत्र. हा न समीचीनं भगिनि, समीचीनम्. इत्युक्ते अत्र कर्तरि शप् इति सूत्रस्य निमित्तं किम् इति सर्वदा स्मर्तव्यं, कदापि न विस्मरणीयम्. कर्तरीशप् इत्यस्य निमित्तं किं? कर्तरीशप् इत्यस्य निमित्तं भवति प्रत्ययः यदि सार्वधातुकः भवति तदा एव कर्तरीशप् इत्यस्य किं प्रसक्तिः अस्ति. अनन्तरं कर्तरीशप् सर्वदा कर्तृ सार्वधातुकः अस्ति चेत् पर्याप्तं वा? वदतु. कर्तृर्थे, कर्तृर्थे एव विहितः, भावे प्रयोगे अनन्तरं कर्मणि प्रयोगे कर्तरि यदो वाट् इस् दिस् शप्रत्ययः न आयाति. हा समीचीनम्. अतः तत्र अनुवृत्तिसहितसूत्रमस्ति कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः, कर्तरि सार्वधातुके इति निमित्तमस्ति. कर्तरि शप् इति सूत्रे कर्तरि इति उक्तम्, अतः कर्तरि इति वयं स्मर्तुं शक्नुमः. अपि च सार्वधातुकः इत्यस्य अनुवृत्तिः अस्ति, अतः कर्तरि सार्वधातुके इति निमित्तम्. अतः यत्र यत्र कर्तरि सार्वधातुके प्रत्यये परे तदानीमेव धातुतः शप् विहितः भवति. इदानीं दिवादिभ्यः श्यन् इति सूत्रमस्ति चेत् तत्र उमा भगिनी वदतु, तत्र निमित्तं किमस्ति? शप् एव आदेशः श्यन् भवति चतुर्थगणे. तदपि सार्वधातुकः प्रत्ययः, कर्तरि सार्वधातुकः. इत्युक्ते अत्र अनुवृत्तिसहितसूत्रे एव किं स्थापनीयम् इति चेत् अत्र दिवादिगणीयधातुभ्यः परश्च च्यन् प्रत्ययः कर्तरि सार्वधातुके इति एव अस्ति. तत्र केवलं शप् इत्यस्य स्थाने श्यन्, अपि च धातुः केवलं धातुः इत्यस्य स्थाने दिवादिगणिभ्यः धातुभ्यः श्यन् प्रत्ययः इति स्थापनीयम् इति तावद्भेदः. इत्युक्ते निमित्तं सर्वत्र दिवादिभ्यः श्यन् भवतु, स्वादिभ्यः श्नु भवतु, अत्र यत्किमपि भवतु सूत्रं विकरणप्रत्ययस्य कृते, तत्र सर्वत्र कर्तरि सार्वधातुके इति एव निमित्तमस्ति. सर्वत्र निमित्तं समानमस्ति. अतः तत्र सर्वत्र गणमनुसृत्य भिन्नभिन्नविकरणप्रत्ययः आयाति. अस्तु, समीचीनम्. इतः अग्रे रमा भगिनी पठति वा? कर्तृर्थे सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदाः. यथा शत्रुप्रत्ययः षित् अतः सार्वधातुकः, कर्तृर्थे एव भवति शत्रुप्रत्ययः. कर्तरि शप् इत्यनेन शबादयविकरणप्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदाः. इदानीं अत्र शप् प्रत्यय शत्रुप्रत्ययस्य यस्य प्रक्रिया कथं करणीयम् इति लिखितम् अस्ति. यथा शत्रुप्रत्यय अपि सार्वधातुकप्रत्यय अस्ति तिंशित् सार्वधातुकं कारणेन षित् अस्ति, अतः कर्तृत्वे एव भवति शत्रुप्रत्ययः. कर्तृत्वे भवति चेत् कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति. कर्तरि शप् सूत्रस्य कारणेन सर्वे विकरणप्रत्ययाः धननिमित्तिकविकरणप्रत्ययाः प्रत्ययानां प्रसक्तिः भवति. समीचीनं समीचीनम्. इत्युक्ते तत्र किम् अस्ति इति चेत् प्रत्ययः कृत् प्रत्ययः अपि सार्वधातुकः अस्ति कर्तार्थे अस्ति चेत् एवमेव चिन्तनं तिङ् प्रत्ययस्य कृते यथा चिन्तनमस्ति तथैव चिन्तनम् अत्रापि भवति, न कोऽपि भेदः. अत्रापि कर्तरि शब् भवति वा दिवादिभ्यः शन् भवति वा इति चिन्तनं प्रवर्तते. अस्तु भगिनि, समीचीनम्. इदानीम् एकम् उदाहरणं स्वीकुर्मः. अत्र सूर्यकुमारी भगिनी स्वीकरोतु उदाहरणं शत्रु वादौ. शीर्षिका अत्र किं वदति भगिनि? तत्र कर्तृते कर्तृर्थे सार्वधातु कर्तृर्थे सार्वधातुकानां कृत्प्रत्ययानां दशानां धातुगणानां रूपभेदाः. तत्र कः क्लेशः? त्रीणि विभागाः सन्ति खलु, कर्तृते सार्वधातुकाः एकस्मिन् पक्षे, कृत्प्रत्ययाः, अनन्तरं दशानां धातुगणाः, तादृशं त्रीणि भेदाः, तेषां रूपभेदाः इति खलु? हा, तत्र रूपभेदः तिङ्प्रत्ययेषु रूपभेदः किमर्थं भवति? तिङ्प्रत्ययेषु रूपभेदः भवति खलु, तिङ्प्रत्ययं योजयामः. पठति इति रूपमस्ति, कुत्रचित् नृत्यति इति रूपमस्ति, अन्यत्र क्रीणाति इति अस्ति. तत्र रूपभेदः किमर्थं? गणचिन्तन गणीयचिन्तन. हा, विकरणप्रत्ययस्य कारणेन तत्र रूपभेदः अस्ति, अपि च विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यस्य कारणेन अपि रूपभेदः अस्ति खलु. आम्, इत्युक्ते कुत्रचित् गुणः भवति, कुत्रचित् गुणः न भवति, कुत्रचित् अन्यत् किमपि भवति, तर्हि अङ्गकार्यं भिद्यते. विकरणप्रत्ययम् आश्रित्य अङ्गकार्यं भिद्यते, अपि च विकरणप्रत्ययः अपि भिद्यते गणमनुसृत्य. तदर्थं तत्र रूपभेदः अस्ति. लृट् लकारं स्वीकुर्मः चेत् तत्र तु रूपभेदः न दृश्यते खलु, पास्यति, गास्यति, दास्यति, रूपभेदः दृश्यते वा? नास्ति. हा, यतोहि तत्र सर्वत्रस्य इति एकः एव प्रत्ययः, परन्तु सार्वधातुकप्रक्रियायां रूपभेदः अस्ति, यतोहि विकरणप्रत्ययः भिद्यते. यथा तिङ् प्रत्ययेषु रूपभेदः अस्ति, एवमेव कृत् प्रत्ययेषु अपि रूपभेदः अस्ति सार्वधातुकप्रक्रियायाम्. अस्तु अस्तु, धन्यवादः भगिनि. हा, श्रीकुमारी भगिनी अग्रे. भगिनि, शत्रुप्रत्ययः कृत् प्रत्ययः सार्वधातुकः, अनुबन्धलोपे अत् एव द्वादौ पत्योगः अत् कर्तृसप् सार्वधातुक प्रत्ययपरे कर्तृसप् आयाति, पट्योगः सप्योगः अत् अनुबन्धलोपे पट्योगः आयोगः अत् अतो गुणे सूत्रेण पट् योगः अत् वर्णमेलने पठत् इति प्रातिपदिकं, पुंसि पठन् स्त्रियां पठन्ति रूपं भवति. द्वादिगण शत्रुप्रत्ययः सित् अस्ति चेत् सार्वधातुकं भवति प्रथमं, कर्ताद्रि अस्ति चेत् कर्तृसेप् आयाति विकरणप्रत्ययः, गुणनिमित्तविकरणप्रत्ययः आयाति, पट्योगः सप् योगः प्रथमं शत्रुप्रत्यये अनुबन्धलोपानन्तरम् अत एव तिष्ठति, सप् प्रत्यये आ एव तिष्ठति, पट्योगः आयोगः अत् अङ्गमस्ति पट योगः अत् अतो गुणे सूत्रेण अपदान्तस्य अतः गुणसम्बन्ध स्वर अस्ति चेत् पुरपरयोः परगुण स्वरः आयाति. पटियोगः अत् वर्णमेलने पठत् इति प्रातिपदिकं. पुंलिङ्गे प्रथमपुरुष पठन् स्त्रीलिङ्गे पठन्ति रूपं भवति शत्रुप्रत्ययविषये पुवादिगणे. समीचीनं समीचीनं तथैव अस्ति. इत्युक्ते तत्र अपदान्त अपदान्त इति उक्तं खलु. अपदान्त इति उक्तं खलु. अस्तु, इदानीं तत्र शत्रुप्रत्यये अत् एव अवशिष्यते. चकारस्य इत्संज्ञा अस्ति, ऋकारस्यापि अनुनासिकत्वात् इत्संज्ञा अस्ति, अतः अत् इति अस्ति अवशिष्यते. अत् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति. शत्रुप्रत्ययः कर्त्रार्थे एव भवति. हा, कथं जानीमः कर्त्रार्थे एव भवति इति? शत्रु सार्वधातुक हा भवतु, सार्वधातुकः भवतु, कर्त्रार्थे एव भवति इति कथं जानीमः? वंशी भगिनी वदतु. आं भगिनि, तत्र कर्त्रार्थे किं कथं भवति इत्युक्ते प्रत्ययः तु शत्रुप्रत्ययः कर्त्रार्थे एव भवति किल, तत्र कर्त्रे कर्तुः एव सूचयति. उच्चैः वदतु. कर्त्रार्थे एव भवति, समीचीनं. किमर्थं कर्त्रार्थे एव भवति? किमर्थं तत्र तु किमर्थं भवति इत्युक्ते तत्र तु यदि त्विङ् प्रत्ययः अस्ति चेत् तत्र कर्त्रादे भवितुम् अर्हति, नो चेत् कर्त्रादे न भवितुं. अत्र तु शत्रु तु सर्वदा कर्त्रार्थे एव भवति किल, तत्र कर्त्रार्थे एव भवति इति जानीमः वा सूत्राधारेण? विवक्षा अपि अस्ति, अस्माकं विवक्षा अपि अस्ति. विवक्षा नास्ति अत्र, अत्र विवक्षा नास्ति. शत्रुप्रत्ययः कदापि कर्मार्थे न भवति. शत्रुप्रत्ययः कदापि भावार्थे न भवति इत्युक्ते मम विवक्षा कर्मार्थे अस्ति इति कृत्वा तत्र शत्रुप्रत्ययस्य कर्मार्थे प्रयोगः अस्ति वा? न भवति. विवक्षा अस्ति चेत् शत्रुप्रत्ययः तत्र सर्वत्र अस्ति. प्रत्ययस्य उपयोगः विवक्षानुगुणम् इति तु सत्यं, सर्वत्र तथा अस्ति. परन्तु कर्त्रार्थे एव भवति इति जानीमः, तत्र विवक्षायाः प्रयोजनं किमपि नास्ति खलु? तृतीयाध्याये सूत्रः तृतीयाध्याये अस्ति चेत् भगिनि भवती जानाति, वंशी भगिनी भवती जानाति. कृदतिङ् इति धातु, कृदतिङ् इति सूत्रेण यत् तिङ् नास्ति तत् कृत् प्रत्ययः भवति. तत्र तु धातुतः विधीयते तृतीयाध्ये यत् भवति भवतु अस्ति. तर्हि सुमन् भगिनी किं चिन्तयति? प्रत्यये किं भगिनि? तत्र कर्त्रार्थे एव, तत्र कर्मणि प्रयोग तत्र न भवति खलु? तत् समीचीनं. किमर्थं तत्र कथं जानीमः? विशेषरूपेण वर्तमानकाले एव भवति. सत्यं. प्रश्नः किं? प्रश्नः वयं सर्वे जानीमः शत्रुप्रत्ययः विशेषणरूपेण भवति, कर्त्रार्थे एव भवति, कर्मार्थे न भवति इति वयं सर्वे जानीमः तत्र, परन्तु सूत्राधारेण कथं जानीमः इति प्रश्नः। शत्रुप्रत्यय परस्मैपदी धातुना कृते भवति, शानच् प्रत्यय आत्मनेपदी धातूनां कृते भवति। इदानीं वयं जानीमः कर्मणि प्रयोगः भवति चेत् तत्र आत्मनेपदी एव इति, अतः शत्रप्रत्यये कदापि कर्मणि अथवा भावे प्रयोगः न उपयुज्यते। परन्तु अत्र कृत् प्रत्ययः अस्ति चेत् आत्मनेपदी परस्मैपदी कुत्र अस्ति? धातुः परस्मैपदी आत्मनेपदी इति समीचीनं चिन्तनम् अस्ति। किन्तु कृत् प्रत्यय तु धातुतः एव विधीयते खलु, अतः धातु दृष्ट्वा वयं वक्तुं शक्नुमः परस्मैपदी वा आत्मनेपदी। अपि च आत्मनेपदी धातु अस्ति इति वयं पश्यामः चेत् तत्र कर्त्रार्थे न इति न वक्तुं शक्नुमः। शानच् कर्तरी अपि भवितुं शक्नोति, कर्मणि अथवा भावे अपि भवितुं शक्नोति, किन्तु शत्र कदापि कर्मणि भावे न भवितुं शक्नोति। हा समीचीनं भगिनि, बहु समीचीनं चिन्तनं, सम्यक् अस्ति। परन्तु अत्र सूत्राधारेण न उक्तं, तत्र एवं तत्र व्याख्यानमेव कृतवती भवती इदानीं, तत्र एवमस्ति एवमस्ति इति सर्वम् उक्तवती इति सत्यं समीचीनं। परन्तु अत्र शत्रुप्रत्ययः कर्त्रार्थे एव भवति, किमर्थं कर्मार्थे न भवति इति उक्तवती, यतोहि कर्मार्थे तु प्रत्ययः आत्मनेपदी प्रत्ययः अथवा धातुः आत्मनेपदी। परन्तु तत्र इदानीं शत्रुप्रत्ययः परस्मैपदी धातुभ्यः एव विधीयते इति उक्तं, परन्तु तेन तत् न अवगच्छामः खलु। इदानीं तत्र धातुः अस्ति, धातुतः शत्रुप्रत्ययः विधीयते, धातुः परस्मैपदी धातुः अस्ति इति कृत्वा शत्रुप्रत्ययः विधीयते, परन्तु तत्र कर्त्रार्थे अस्ति वा न वा इति कथं जानीमः? प्रातिप्यधिकं सिद्ध्यति, अतैव कर्मणि अथवा भावे अस्ति चेत् तत्र पुनः प्रत्यय आगच्छति खलु यक् इति। तत्तु तत्तु तत्तु भिन्न, तत्र कृदन्तस्य विषयः नास्ति, तत्र तत्तु सारदातुक तत्तु तत्र भिन्न अस्ति, भिन्नप्रक्रिया अस्ति, कृदन्तस्य विषयः नास्ति खलु तत्र। कृतिङ् भगिनि, कृतिङ् इत्युक्ते किं नास्ति चेत् कृत् भगिनी धातुतः तिन् किम् उक्तवती रमा भगिनी वदतु? कर्तरि कृत् इति सूत्रस्य कारणात्, सत्यं सत्यं, कृत्सञ्ज्ञकाः प्रत्ययाः कर्तरिकारके भवन्ति इत्युक्ते तत्र सामान्यतया कृत् प्रत्ययाः कर्त्रार्थे भवन्ति, कर्तरीकृत् इति सूत्रेण कृत् प्रत्ययाः कर्त्रार्थे भवन्ति इति सामान्यनियमः अस्ति। तदनन्तरम् अपवादाः उच्यन्ते, कुत्र कुत्र प्रत्ययः कर्मार्थे वा भावार्थे वा अन्यार्थे भवति इति तदनन्तरम् अपवादाः उच्यन्ते, तत्वा प्रत्ययः कर्मार्थे भवति भावार्थे भवति इति। इत्युक्ते अत्र सामान्यसूत्रमस्ति कर्तरीकृत्, कर्तरीकृत् इत्यनेन कृत् प्रत्ययः कर्त्रार्थे अस्ति, अतः शत्रुप्रत्ययः कर्त्रार्थे अस्ति इति वयम् अवगन्तुं शक्नुमः। अस्तु, इदानीं शत्रुप्रत्ययः केवलं वर्तमानकाले नास्ति, भविष्यत्काले अपि भवति, भविष्यत्काले अपि भवितुम् अर्हति, तत्तु भिन्नसूत्रमस्ति, परन्तु अत्र सामान्यतया शत्रुप्रत्ययः वर्तमानकाले भवति खलु, वर्तमानकाले एव इति नास्ति, वर्तमानकाले सामान्यतया भवति, भविष्यत्काले अपि भवितुम् अर्हति। भगिनी वयं पूर्वं पठितवन्तः किं कर्तरीकृत्? हा पूर्वम् एकवारं पठितवन्तः इति मन्ये, क्षम्यतां, न स्मरामि, अहमपि न स्मरामि भगिनि, क्षम्यतां। नास्ति, भवती तु वंशी भगिनी तु जानाति इति जानामि, भवती श्रुतवती इति अपि जानामि। आमां सत्यं, पूर्वं पठामि। हा अस्तु, इदानीं तत्र पट इति पट् योगः अयोगः अत् इत्यत्र पट् योगः अ, तत्र अ इति विकरणप्रत्ययः अस्ति खलु, शप् इति विकरणप्रत्ययः अस्ति, तर्हि शपं निमित्तीकृत्य किमपि कार्यमस्ति वा पट् योगः अ इत्यत्र? शर्मिला भगिनी किं चिन्तयति? अस्ति वा भगिनि? नास्ति इति मन्ये अत्र. हा नास्ति, किमपि नास्ति. किमर्थम्? इगन्ताङ्ग नास्ति, उपधायां लघु इकवर्ण अपि नास्ति, अतः किमपि नास्ति कार्यं. समीचीनं. तर्हि पट इति अङ्गं, पटयोगः अत् इत्यत्र अन्यत् किमपि प्रसक्तमस्ति वा सामान्यसूत्रम्? अकसवर्णदीर्घः इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि तस्य कार्यं सामान्यतया भवेत्, परन्तु तत्सूत्रं प्रबाध्य अत्र तत्सूत्रं बाधयित्वा अतो गुणे इति सूत्रस्य कार्यमस्ति. अत्र किञ्चित् अधोभागे गच्छति चेत् अतो गुणे इति सूत्रमस्ति, तत् पठति वा? अतो गुणे अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पूर्वरूपम् एकादेशः स्यात्. पररूपं पररूपं पररूपम् एकादेशः स्यात्. गुणः इत्युक्तौ अ ए ओ. इदं सूत्रं वृद्धिरेचि अकः सवर्णदीर्घः इत्यनयोः अपवादसूत्रम्. उपरि वयं दृष्टवन्तः पठयोगः अ, पठयोगः अ अत् आयाति. तत्र अ इति गुणवर्ण अस्ति, अतः पठयोगः अ तत्र अतो गुणे इत्यनेन गुण पररूपं भवति. अतो गुणे इति सूत्रं वृद्धिरेचि अपि च अकः सवर्णदीर्घ दीर्घः द्वयोः सूत्रयोः अपवादसूत्रं भवति. अत पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदम् इदं सूत्रम्. उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च एङ्गिपररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्. अत्र पठयोगः अयोगः अत् तत्र अकारात् परे अकारः अपदान्ते अस्ति, अतः अनेन सूत्रेण. किमस्ति अपदान्ते? किमस्ति अपदान्ते? पठयोगः अ तत्र अकार अपदान्त अस्ति, अपि च तदनन्तरम् अत् इति प्रत्ययः अस्ति. सर्वेषां मेलनेन पदं भवति. तत्र पट इति इदानीं पट इति अपदान्ते अत् अस्ति, ह्रस्वकारः अस्ति अपदान्ते. पट इति अङ्गम् अस्ति, तत्र ह्रस्वकारः अस्ति अन्ते अपदान्ते अत्. तदनन्तरं कः वर्णः अस्ति? अकार. तदपि गुणवर्णः अस्ति. हा, अकारः अस्ति. तदनन्तरम् अकारः गुणसंज्ञकः वर्णः अस्ति. के के वर्णः गुणसंज्ञकवर्णः? अकारः, इकारः, अकारः, इते वर्णः गुणसंज्ञकवर्णः, गुणसंज्ञकवर्णः. भगिनी अत्र भगिनी मम एव प्रश्नः. अत्र तु अतो गुणेः इति सूत्रस्य प्रसक्तिः एव नास्ति किल? वर्णमेलन पड् इति पट इति अस्ति, तत्र मुद्रणदोषः अस्ति. पट इति पड शप् पट शप् योजयित्वा पट पट इति अङ्गं, शप् इति विक्रणप्रत्ययं योजयित्वा पट इति अङ्गं. तदनन्तरम् अत् इति प्रत्यये आदौ ह्रस्व अकारः अस्ति, गुणसंज्ञकः वर्णः. अतः तत्र पूर्वपरयोः पररूपेकादेशः. तर्हि अकारः योगः पट इति अस्ति, मुद्रणदोषः अस्ति इति उक्तं खलु. पटयोगः अत् पूर्वपरयोः पररूपादेशः, अतः पटत्. पररूपः कः? ह्रस्व अकारः, गुणसंज्ञकः वर्णः एव पररूपः. अतः अकारः योगः अकारः, अनयोः स्थाने अकारादेशः, अतः पटत् इति प्रातिपदिकं, न तु पटात्. बुद्धं तत्र मुद्रणदोषः अस्ति, अहं समीकरिष्यामि इदानीमेव. प्रश्नः भगिनी, अपदान्तात् इत्युक्ते किञ्चित् विवृणोतु कृपया. किमपि प्रश्नः इति अस्ति परन्तु न श्रूयते. अपदान्तात् इति किमपि विवरणं करोतु भगिनि. अपदान्तात् इत्युक्ते समीचीनम्. अपदान्तम् इत्युक्ते न पदान्तम् इत्युक्ते पदस्य अन्ते न स्यात्. पदस्य अन्ते न स्यात्. पट इति पदमस्ति वा विमला भगिनि? पट इति पदमस्ति वा? पट इति प्रातिपदिकं न. पट इति प्रातिपदिकं वा? अङ्गमस्ति खलु. अङ्गमस्ति. पदं नास्ति. पदस्य अन्ते नास्ति ह्रस्वकारः. तादृशः ह्रस्वकारः अपदान्तात् अतः. पदे नास्ति. पदस्य अन्ते नास्ति. तादृशः ह्रस्वकारः अत्र अतः इत्यनेन. तत्र किम् अस्ति अतः इत्यनेन? कः वर्णः स्वीकार्यः? ह्रस्वकारः. अतः इति तत्र तपरकरणमस्ति. अतः इत्यत्र तपरकरणमस्ति. अतः केवलं ह्रस्वकारस्य ग्रहणम्. अपदान्ते ह्रस्वकारः अस्ति चेत् तस्य अनन्तरं गुणसंज्ञकः वर्णः अकारः एकारः ओकारः एतेषु कश्चन वर्णः अस्ति चेत् पूर्वपरयोः स्थाने पररूपादेशः इत्युक्ते गुणसंज्ञकः वर्णः आदिष्टः भवति इति सूत्रार्थः. पुनः अग्रिमसप्ताहे परिशीलयामः. अत्र समयः अतीतः अतः अत्र स्थगयामः. भगिनि, अहं चिन्तयामि मद्रिन्द्रोष्णः नास्ति श्लो अतो गुणे विवरणम् अस्ति चेत् आलोपः भवति चेत् पर्तियोगः अत् लिखति. न न, तथा अस्ति चेत् तत्र पठत् इति एव वक्तव्यं. तत्र पट् योगः अति इति वदामः चेत् एकस्य स्थाने इति वदामः. तथा नास्ति. एकस्य स्थाने आदेशः नास्ति. अत्र द्वयोः स्थाने आदेशः. अतः पट् योगः अत् इति वदामः चेत् तत्र प्रथमवर्णस्य लोपः अभवत् द्वितीयवर्णस्य आदेशः इति नास्ति. तत्र द्वयोः स्थाने. अतः पटयोगः अत् इति वदामः चेत् पठत् इति वर्णमेलने पठत् इत्येव सिद्ध्यति. पटयोगः अत् पठत्. परन्तु तत्र पट् योगः अत् इति वदामः चेत् तत्र कः क्लेशः इति चेत् तत्र पूर्ववर्णस्य लोपः इव दृश्यते. पूर्ववर्णस्य लोपः नास्ति अत्र. द्वयोः वर्णे द्वयोः वर्णयोः स्थाने आदेशः. पट्योगः आयोगः पटयोगः अत् इति पठत्. पट इत्यत्र यः अकारः, अत् इत्यत्र यः अकारः, द्वयोः स्थाने अकारादेशः भवति. अस्तु, धन्यवादः. अस्तु तर्हि अत्र स्थगयामः. धन्यवादः. नमस्कारः. नमस्कारः.